नमः सर्वेभ्यः. पुनः अस्माकं नूतनपाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति इत्संज्ञाप्रकरणम् इति विषयः. तत्र गते सप्ताहे अयं विषयः आरब्धः. किञ्चित् वयं दृष्टवन्तः इत्संज्ञा इति काचित् संज्ञा अस्ति व्याकरणलोके, यत्र मूलरूपम् अस्ति, यत्र पाणिनिना साक्षात् दीयते, मूलरूपं दीयते. अत्र धातुः भवतु, पाणिनीयधातुपाठे धातुः भवतु, अथवा आदेशः भवतु, सूत्रेषु अष्टाध्याय्यां सूत्रेषु आदेशः भवतु, आगमः भवतु, प्रत्ययः भवतु, सर्वत्र मूलरूपम् अस्ति. मूलरूपात् वयं नमस्ते भगिनि. हा नमस्ते, किञ्चित् म्यूट् करोतु भगिनि. मूलरूपात् वयं लौकिकरूपं प्राप्नुमः. तर्हि प्रक्रियाकाले यदा वयं प्रक्रियां कुर्मः, पदस्य निर्माणं कुर्मः, तस्मिन् सन्दर्भे यत्र कुत्रापि वयं धातुं स्वीकुर्मः, धातुतः यदा तिङन्तपदं निर्मातुम् इच्छामः, तत्र वयं किं कुर्मः इति चेत् धातुः मूलरूपे अस्ति, मूलरूपात् तत्र लौकिकरूपं साधयामः. किं कुर्मः इति चेत् औपदेशिकरूपे, मूलरूपे केचन वर्णाः इत्संज्ञकवर्णाः, ते वर्णाः लुप्यन्ते. लोपानन्तरं यत् रूपं निष्पन्नं भवति धातोः, तदेव लौकिकरूपम्. एवमेव प्रक्रियाकाले यदि प्रत्ययः अस्ति, प्रत्ययस्य मूलरूपम् अस्ति, मूलरूपात् लौकिकप्रत्ययं साधयामः. इत्युक्ते तत्र प्रत्यये मूलरूपे केचन वर्णाः इत्संज्ञकवर्णाः सन्ति. प्रथमतया ते वर्णाः लुप्यन्ते, तदनन्तरं लौकिकप्रत्ययं प्राप्नुमः. एवमेव आदेशः अपि आगमः अपि मूलरूपम् अस्ति, तदनन्तरं तस्य प्रक्रियाकाले अन्यत् रूपम् अस्ति. किमर्थम् एतादृशम् अस्ति इति चेत्, किमर्थम् इत्संज्ञा, तस्य प्रयोजनं किम् इति चेत् अग्रे वयं पश्यामः. इत्संज्ञकवर्णानां प्रयोजनं, बहु प्रयोजनम् अस्ति. यथा पूर्वं वयं दृष्टवन्तः, यत्र आगमः अस्ति चेत् तत्र तकारः भवति अथवा ककारः भवति अथवा मकारः भवति इति उक्तमासीत्. तर्हि तकारस्य प्रयोजनम् अस्ति. किमर्थं टकारः इति चेत् तत् सूचयति, आगमः इति सूचयति प्रथमतया, अपि च सूचयति कुत्र आगमः भवति इति सूचयति, इति तादृशप्रयोजनम् अस्ति. टकारः अस्ति चेत् प्रयोजनम् अस्ति, ककारः अस्ति चेत् अपि प्रयोजनं, मकारः अस्ति चेदपि प्रयोजनं, कुत्र आगमः भवति इति सूचयति. अपि च पूर्वं यत्र धातुगणः इति विषयः आसीत् पूर्वं, तत्रापि वयं दृष्टवन्तः, यत्र भुवादिगणे शप् इति विकरणप्रत्ययः अस्ति, शप् इति प्रत्यये शकारस्य इत्संज्ञा भवति, पकारस्य इत्संज्ञा भवति. तर्हि तस्य प्रयोजनं किम् इति चेत्, तत्रापि पकारः अस्ति चेत् गुणः भवति इति वयं किञ्चित् पठितवन्तः. तर्हि वयं सर्वत्र वयं पश्यामः इत्संज्ञानां प्रयोजनम् अस्ति एव. अतः एव पाणिनिः किं कृतवान्, मूलरूपे किञ्चित् रूपं दत्त्वा तदनन्तरं इत्संज्ञकवर्णानां लोपानन्तरम् अन्यत् रूपं प्राप्नुमः इति सर्वत्र वयं पश्यामः. अतः अस्माकं प्रथमं कार्यं किम् इति चेत्, इत्संज्ञकवर्णानाम् अभिज्ञानं, कस्य इत्संज्ञा भवति, अभिज्ञानमेव अस्माकं लक्ष्यं, रेकग्निशन्, कुत्र इत्संज्ञा भवति इति रेकग्निशन् इदानीं भवेत्. यदा हि अभिज्ञानं भवति, तदनन्तरं प्रक्रियाकाले यदा वयं प्रक्रियां कुर्मः, तत्र वयं ज्ञातुं शक्नुमः, ओ अस्तु, अत्र औपदेशिकधातुः अस्ति, मूलधातुः अस्ति, उपदेश अवस्थायाम् अस्ति धातुः इदानीं, ततः इदानीं लौकिकधातुं साधयामि प्रथमतया, तदनन्तरमेव प्रक्रिया भवति इति तादृश अभिज्ञानं भवति. अतः एव अस्माकं प्रथमं कार्यम् अस्ति इत्संज्ञाप्रकरणम् इति. अस्मिन् प्रकरणे सप्तसूत्राणि सन्ति इति जानीमः, दृष्टवन्तः गते सप्ताहे. पुनः एकवारम् अष्टाध्यायी इति पुस्तकात् किञ्चित् सूत्राणां पुनः उच्चारणं कुर्मः एकवारम्. तेन किं भवति इति चेत्, सूत्राणि मनसि स्थास्यन्ति. तर्हि अग्रे गत्वा यदा हि वयं प्रक्रियां कुर्मः, तदा अस्माकं मनसि सूत्रम् आगच्छति, ओ अस्तु, अत्र अच्वर्णः अस्ति, अतः इत्संज्ञा अस्ति इति तादृशज्ञानम् आगच्छति. अतः इति इदानीं पुनः एकवारं सूत्राणि पठामः. अस्तु, अत्र इदानीम् अष्टाध्यायी इति पुस्तकात् अत्र प्रथमाध्यायस्य तृतीयपादे पृष्ठसङ्ख्या अस्ति एकचत्वारिंशत्तमे पृष्ठे, पेज् 41, अष्टाध्यायी इति पुस्तकात् पेज् 41 अस्ति खलु. तत्र पुनः एकवारं सूत्राणि पठामः. अत्र ललिता भगिनी पठति वा सूत्राणि? आं भगिनि, इत्संज्ञाप्रकरणम् उपदेशे अजन्नासिक इत् हलन्त्यं न विभक्तौ तु स्माः आदिर्निडुडवः शः प्रत्ययस्य चुटु लषक्वतद्दिते इत् लोपः विद्धि तस्य लोपः. सम्यक्, प्रथमं सूत्रम् एकवारं पुनः उच्चारयतु. उपदेशे जनुनासिक इत् उपदेशे जनुनासिक इत् इत् इति. हा सम्यक्, समीचीनं भगिनि, धन्यवादः. अत्र वसन्ती भगिनी पुनः उच्चारयति वा? मम समीपे पुस्तकं नास्ति. ओ नास्ति वा, अस्तु अस्तु अस्तु, चिन्ता नास्ति. शैलजा भगिनी उच्चारयतु. मम समीपे पुष्पादीक्षितस्य पुष्पादीक्षितायाः पुस्तकं नास्ति, परन्तु अष्टाध्यायी. हा हा, पठतु, चिन्ता नास्ति, पठतु. अस्ति वा सूत्राणि पुरतः? सूत्राणि बहवः सन्ति, परन्तु अहं न जानामि किं. अस्तु अस्तु, चिन्ता नास्ति भगिनि, चिन्ता नास्ति. अत्र प्रथमपादः तत् पठामि. हा, प्रथमपादे तृतीय प्रथम अध्याये तृतीयपादे अत्र प्रथमा हा तृतीये पादे द्वितीयसूत्रं ततः आरभ्य पठतु. उपदेशे जनुनासिक इत् हलन्त्यं न विभक्तौ तु स्माः आदिङ्चुडवः सप् प्रत्ययस्य चुटु लषक्वदिते तस्य लोपः. समीचीनम्. उपदेशे जनुनासिक इत् हलन्त्यं न विभक्तौ तु स्माः. भगिनि म्यूट् करोतु भगिनि. न विभक्तौ तु स्माः आदिर् इटुडवः शः प्रत्ययस्य चुटु लषक्व तद्धिते इति सप्तसूत्राणि सन्ति, इत्संज्ञकविधायकसूत्राणि. तदनन्तरं लोपविधिः इति तस्य लोपः. यदा हि वर्णस्य इत्संज्ञा भवति, कस्यचित् वर्णस्य इत्संज्ञा भवति, तदनन्तरं तस्य लोपः इति सूत्रेण तस्य लोपः भवति. इदानीं वयं पठामः, प्रत्येकं सूत्रं स्वीकृत्य पठामः. किं किम् अस्ति भगिनि? भगिनि एकवारं पञ्चमसूत्रं पुनः उच्चारय कृपया. हा, आदिर् इटुडवः, ण्यकारः अस्ति खलु, आदिर् इटुडवः. आदिर् चुटुडवः वा? इटुडवः, ण्यकारः, निटुडवः. आदिर् निटुडवः. आदिर् इटुडवः. आदिर् निटुडवः. सत्यम्, अस्तु. सम्यक्. हा सम्यक्, समीचीनं भगिनि. अस्तु तर्हि इदानीम् अत्र पुस्तकात् एकवारम् अत्र इत्संज्ञाप्रकरणम् इति चत्वारि सूत्राणि सन्ति खलु, ततः आरभ्य पठामः अद्य. अस्तु, अत्र रमा शिवरामन् भगिनी आरम्भं करोति वा? अस्तु भगिनि, चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु. उपदेशे जनुनासिक इत् उपदेशे धातौ प्रत्यये आदेशे आगमे अच्वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति. उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इत् प्रथमान्तम् अनेकपदम् इदं सूत्रम्। सूत्रं स्वयं सम्पूर्णम्। उपदेशे अच् अनुनासिकः इत्। वदतु अत्र तत्र किं किम् अवगतम्? चत्वारि उपदेशाः उपदेशानि सन्ति। धातुः, प्रत्ययः, आदेशः, आगमः, एतत् सर्वे अच्वर्णः अच्वर्णः अस्ति चेत् सत्यं सत्यं। प्रथमतया अत्र प्रथमवाक्यं किम् अस्ति? चत्वारि सूत्राणि सन्ति उपदेशावस्थायां सर्वेषु रूपेषु। चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु, धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु। हा इत्युक्ते सत्यम्। इत्युक्ते सप्तसूत्राणि सन्ति, तेषु सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषां कृते कार्यं करोति, कार्यं कुर्वन्ति। इत्युक्ते धातुः भवतु, प्रत्ययः भवतु, आदेशः भवतु, आगमः भवतु, यत्किमपि भवतु, यस्य मूलरूपम् अस्ति, तत्र सर्वत्र एतानि चत्वारि सूत्राणि कार्यं कुर्वन्ति। इत्युक्ते अत्र कानि सूत्राणि इत्युक्ते प्रथमम् अस्ति उपदेशे जनुनासिक इत् इति सूत्रं, तदनन्तरं हलन्त्यं, तदनन्तरं न विभक्तौ तुस्माः, तदनन्तरम् आदिर् निटुडवः इति सूत्रं। चत्वारि सूत्राणि, यत्किमपि मूलरूपम् अस्ति, धातुः भवतु, प्रत्ययः भवतु, आदेशः भवतु, आगमः भवतु, सर्वत्र कार्यं कुर्वन्ति एतानि सूत्राणि। इदानीम् अस्माकं प्रथमं सूत्रमस्ति उपदेशे जनुनासिक इत्। किं वदति सूत्रं? करेक्ट्। लेट् मी जस्ट् क्विक्लि एक्स्प्लेन् इन् इङ्ग्लिश्। 4 out of 7 आर् द जनरल् अप्लिकेशन्स् अप्लिकबल् टु धातु, प्रत्यय, आदेश अण्ड् आगम। द अदर् 3 आर् एक्सेप्शन्स्। अदर् 3 आर् ओन्ली अप्लिकबल्, अदर् 3 केवलं प्रत्ययानां कृते। हा ओके। उपदेशे जनुनासिक इत् धातौ, प्रत्यये, आदेशे, आगमे। एकक्षणं भगिनि, एकक्षणं क्षम्यताम्, एकक्षणं। अत्र सूत्रं पश्यति चेत् अत्र सूत्रे कानि पदानि सन्ति? चत्वारि पदानि सन्ति। हा कानि तानि? उपदेशे सप्तमी विभक्ति, अच् प्रथमा विभक्ति, अनुनासिकः अपि प्रथमा विभक्ति, इत् अपि प्रथमा विभक्ति। सम्यक्, बहु सम्यक्। चत्वारि पदानि सन्ति। इदानीम् अस्माकं पुरतः किमपि नास्ति, व्याख्यानं किमपि नास्ति, केवलं सूत्रमेव पश्यामः चेत् उपदेशे इति अस्ति। तदनन्तरं तत्र सन्धिकार्यं कृत्वा, तत्र पूर्वरूपसन्धिं कृत्वा, तत्र अकारः गच्छति, एकार अकारयोः स्थाने एकारः, तर्हि तत्र अवग्रहचिह्नम् अस्ति, तर्हि तत्र अच् इति अर्थः अस्ति। अच् उपदेशे योगः, अच् योगः, अनुनासिकः अनुनासिकः योगः इत् इति अस्ति। तर्हि तत्र अच् इत्यस्य जष्ट्वसन्धि भूत्वा तत्र जकारः जातः, चकारस्य जकारः, जष्ट्वम् इत्युक्ते चवर्गस्य तृतीयवर्णादेशः। तर्हि इदानीम् उपदेशे योगः अच् योगः अनुनासिक योगः इत् इति चत्वारि पदानि सन्ति। सम्यक्, भवती उक्तवती उपदेशे इत्यस्य विभक्तिः का? सप्तमी विभक्ति। अच् अनुनासिकः इत् त्रीणि पदानि प्रथमा विभक्ति। प्रथमा विभक्ति, सम्यक्। इदानीम् अत्र प्रथमवाक्यं किं वदति? उपदेशे उपदेशसमये धातो, प्रत्यय, आदेश, आगम, आगमे अच् वर्णः यदि अस्ति चेत् इत् संज्ञा अनुनासिकः अच् अस्ति चेत् ते वर्णाः इत् वर्णाः भवन्ति। सम्यक्, बहु समीचीनं, सम्यक् भगिनी, सम्यक्तया उक्तवती। तर्हि हा उपदेशे इत्युक्ते उपदेश अत्र उपदेशे इत्युक्ते सप्तमी, अत्र सप्तमी इत्यस्य अर्थः कः? अर्थः पूर्वकार्यम् पूर्वकार्यं पूर्वकार्यम् इति सामान्यतया वयं वदामः पाणिनीयव्याकरणेषु एकक्षणं भगिनि सामान्यतया किं वदामः इति चेत् पूर्वकार्यम् इति वदामः सामान्यतया, परन्तु अत्र अत्र पश्यामः चेत् अत्र पूर्वकार्यम् इति कुर्मः चेत् पूर्वकार्यम् इति अर्थं स्वीकुर्मः चेत् तत्र सूत्रस्य अन्वयः सम्यक्तया भवति वा? विषयसप्तमी सम्यक् भवति. सत्यं यतोहि अत्र उपदेशे इति पूर्वकार्यम् इति वदामः चेत् कुत्र अस्ति पूर्वकार्यम्? अत्र निमित्तं किमपि नास्ति खलु. अतः अत्र अस्मिन् सन्दर्भे एतत् सूत्रं तु संज्ञासूत्रमस्ति, केवलं नामकरणमेव दीयते. कस्य नामकरणम्? अनुनासिक अच्वरणस्य नामकरणं दीयते. कीदृशनामकरणम्? अत्र वदति अनुनासिकः अच्वर्णः इत्संज्ञा भवति, तस्य इत्संज्ञा भवति, तावदेव सूत्रं वदति. अतः अत्र किमपि अन्यत् किमपि कार्यं नास्ति. अतः वयम् अवगन्तुं शक्नुमः अत्र उपदेशे इति सप्तम्यन्तं पदं वस्तुतः सामान्यलोके यदा वयं वदामः उपदेशे इति सप्तम्यन्तं, तस्य अर्थः कः भवति? तदेव अत्रापि उपदेशे इत्युक्ते उपदेश अवस्थायां, तस्मिन् अवस्थायाम् उपदेशः इत्युक्ते कस्य उपदेशः इति चेत् पाणिनिना साक्षात् दीयते, उपदेशः दीयते. उपदेशः कः इति चेत् अत्र तस्य मूलरूपम् एतदेव, तस्य मूलरूपम् इति उपदेशः दीयते, तदेव अत्र उपदेशः इति. उपदेश अवस्थायां तत्र धातोः मूलरूपं, प्रत्ययस्य मूलरूपम्, आदेशस्य मूलरूपम्, आगमस्य मूलरूपं, तदेव उपदेशे. तस्मिन् अवस्थायाम् अथवा तस्याम् अवस्थायां यत्र अच्वर्णः अस्ति, कीदृश अच्वर्णः इति चेत् अनुनासिक अच्वर्णः. अनुनासिक अच्वर्णः इति चेत् कथं जानीमः अनुनासिक अच्वर्णः इति चेत् तस्य उपरि चन्द्रबिन्दुः भवति. परन्तु इदानीन्तनकाले तादृश अच्वर्णः कुत्रापि पुस्तके न पश्यामः यत्र अच्वर्णस्य अनुनासिकवर्णः अस्ति, अनुनासिकचिह्नम् अस्ति. अतः किम् अवगच्छामः यत् लौकिकरूपं पश्यामः, धातोः लौकिकरूपं पश्यामः चेत् तत्र अच्वर्णः नास्ति, परन्तु अच्वर्णः मूलरूपे आसीत्. तर्हि तत्र ऊहां कुर्मः, ओ अस्तु, मूलरूपे यः अच्वर्णः आसीत् सः अच्वर्णः इदानीं तस्य लोपः जातः, अतः सः अच्वर्णः अनुनासिकः आसीत्, अतः तस्य इत्संज्ञा जाता. केन सूत्रेण? उपदेशे जनुनासिक इत् इति सूत्रेण तस्य इत्संज्ञा जाता इति तादृश ऊहां कर्तुं शक्नुमः. इदानीम् अत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् एतत् सूत्रं सम्पूर्णमस्ति, अत्र अन्यत् किमपि पदस्य आवश्यकता एव नास्ति, सूत्रमेव स्वयं सम्पूर्णमस्ति. सूत्रं किं वदति? उपदेशे अच् अनुनासिकः इत्. अत्र अच् अनुनासिकः इत् इति अत्र कीदृशसम्बन्धः अस्ति भगिनि? अनुनासिकः विशेषणम् अस्ति अच् विशेष्यम्. अच्चि वस्तुतः अच्चपि विशेष्यं नास्ति, अच्चपि विशेषणमेव. अत्र वस्तुतः अच् इत्युक्ते किम्? अत्र वर्णः एव विशेष्यम् अस्ति. अच् वर्णाः विशेष्यम्, अच् अनुनासिक विशेषणम्. वर्णः अस्ति, कीदृशवर्णः? अच्वर्णः. पुनः कीदृशः? अनुनासिकः अच्वर्णः. तस्य किं भवति? इत्संज्ञा भवति इति सूत्रं वदति. तावदेव अत्र अस्तु. सम्यक्. कोऽपि प्रश्नः वा अत्र? इत्युक्ते यत्र कुत्रापि वयम् अच्वर्णं पश्यामः, सः अच्वर्णः अनुनासिकः अस्ति चेत् तस्य इत्संज्ञा भवति. तावदेव अत्र अस्तु. अस्तु, तर्हि अग्रे अत्र वेङ्कटरामन् महोदय पठति वा? आं भगिनि, पठामि. इति औपदेशिकधातुः, उपदेशे जनुनासिक इत् इत्यनेन अकारस्य इत्संज्ञा. तदा वक्ष्यमानसूत्रेण तस्य लोपः इत्यनेन यस्य इत् संज्ञा तस्य लोपः. एद् इति लौकिकधातु धातुः. एद इति औपदेशिकधातु इत्युक्ते पाणिना दत्तमस्ति. एद इति धातुः पाणिना आदौ उच्चारण उच्चारणधातुः अस्ति. तत्र अकारस्य उपरि चन्द्रबिन्दुः अस्ति, अतः अकारः अनुनासिक अचुवर्णः इति वयं ज्ञातुं शक्नुमः. लौकिकरूपं यदि वयं पश्यामः, एध इति धातोः लौकिकरूपम् एद् इति एव अस्ति. अतः अकारः अनुनासिकवर्णः, अतः तस्य लोपः भवति. उपदेशे जनुनासिक इति अनेन सूत्रेण तस्य लोपः भवति. लौकिकरूपम् एव एद् इति विष्पन्नम् अस्ति. केन सूत्रेण लोपः भवति? तस्य लोपः इति लोपविधिसूत्रम् अस्ति. तेन सूत्रेण अकार अनुनासिक अकार अचुवर्णस्य लोपः भवति. अतः लौकिकरूपे एद् इति एव वयं पश्यामः. सत्यं. प्रथमतया उपदेशे जनुनासिक इत् इति सूत्रेण अनुनासिक अकारस्य इत् संज्ञा भवति प्रथमतया. तदनन्तरं तस्य लोपः इति सूत्रेण तस्य इत्संज्ञकवर्णस्य लोपः भवति. अस्तु, समीचीनं. एकक्षणं भगिनि, अत्र शैलजा भगिनी वदतु. उपदेशे कुत्रापि एक अनुनासिकात् अधिकं भवितुं शक्यते वा, द्वे वा त्रीणि वा? हा, यत्किमपि भवतु, अत्र तादृशम् अस्ति वा इति इदानीं न जानामि, परन्तु अधिक अधिक अधिकवर्णाः सन्ति चेदपि तस्य इत्संज्ञा भवति एव. उपदेशे अनुनासिक इति एकवारं प्रयोग तस्य सूत्रम् एकवारं प्रयोक्तम् आसीत् चेत् पुनः पुनः भवितुम् अर्हति वा एकस्मिन्? अत्र तादृशसन्दर्भः अस्ति वा इति द्रष्टव्यं भगिनि, परन्तु सामान्यतया धातौ मूलधातौ एकः एव वर्णः भवति, अनुनासिकवर्णः अनुनासिकचुवर्णः एकः एव सामान्यतया भवति. अस्तु, परन्तु तादृश उदाहरणम् अस्ति वा यत्र अधिकवर्णाः सन्ति इति द्रष्टव्यं, परन्तु सामान्यतया एकः एव भवति औपदेशिकधातौ. धन्यवादः. भगिनि, अनुनासिक अचुवर्णस्य अपि किमपि कार्यम् अस्ति वा? एकक्षणं भगिनि, क्षम्यताम्, अत्र लता भगिनी वदतु, क्षम्यताम्. नमस्ते भगिनि. एद् धातौ ये अपि अच् प्रत्याहारमध्ये एव आगच्छति किल? सत्यं. अत्र एद् अकारस्य उपरि चन्द्रबिन्दु अस्ति. अस्माकं अण्डर्स्टाण्डिङ्ग् दे हेव् गिवन् दिस् नो अदर्वैस् मूलसूत्रेषु कुत्रापि चन्द्रबिन्दु न दृश्यते किल? सत्यं सत्यम्. अतः वयम् ऊहां कुर्मः. अत्र ये अपि औपदेशिकधातौ ये अपि अच् मध्ये एव आगच्छति. अजनुनासिक वयं अनुनासिक भवितुम् अर्हति किल? न न न, पश्यतु पश्यतु अत्र एदते इति रूपमस्ति. म्यूट् करोतु भगिनि. एदते इति रूपम् अस्ति, वयं जानीमः लट्लकारस्य रूपम् एधते इति रूपं. तर्हि तत्र एकारः अस्ति एव, एकारस्य लोपः न जातः, अतः एकारः अनुनासिकः नास्ति इति जानीमः. खलु? नास्ति इति जानीमः, अतः तत्र प्रश्नः एव नास्ति. यतोहि वयं जानीमः लौकिकधातुः एद् अस्ति, अपि च तत्र लट्लकारस्य रूपम् एधते इति अस्ति, अतः एद् इति अस्ति एव, तस्य अनुनासिकचिह्नं किमपि नास्ति. स्थितः अतः ये अनुनासिकः नास्ति. सत्यं. ओके ओके, अवगतं. विजयलक्ष्मी भगिनी, हा भगिनी, अत्र अकारस्य अनुनासिकत्वं तस्यापि कार्यं किमपि अस्ति वा? अकारस्य अनुनासिकत्वं कार्यमेव वा? न न, उच्चारणार्थं नास्ति अत्र. अकारस्य अनुनासिकत्वम् अपि कार्यमस्ति अत्र. अच्वर्णः अनुनासिकः अस्ति, परन्तु इतोपि अग्रे द्रष्टव्यं तस्य स्वरितः अस्ति वा, उदात्तः अस्ति वा, अनुदात्तः अस्ति वा इति दृष्ट्वा धातुः परस्मैपदि वा आत्मनेपदि वा इति ज्ञातुं शक्नुमः. अग्रे गत्वा तदपि पठिष्यामः. पाणिः तु किमपि कार्यं नास्ति चेत् न ददाति एव. सत्यं, न ददाति एव. यत्र कार्यं नास्ति तत्र केवलम् उच्चारणार्थं भवति. समीचीनम्. अस्तु तर्हि अग्रे अत्र अग्रिमसूत्रं पठामः. अत्र हलन्त्यम्, एतत् सूत्रं स्पष्टमस्ति खलु? अत्र किमपि नास्ति. अनुनासिक अच्वर्णः अस्ति चेत् तस्य इति संज्ञा भवति उपदेशावस्थायां, तावदेव अस्ति अत्र. अस्तु अग्रे रमाबाई भगिनी पठतु. अस्तु भगिनि, एकनिमिषः. एकनिमिषं भगिनि. अस्तु. हलन्ति, हलन्त्यम् उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत्संज्ञा भवति. हल् प्रथमान्तम्, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम्, परिवृत्तिसहितसूत्रम्. उपदेशे अन्त्यं हल् इत् हलन्तं, हलन्त्यम् इति सूत्रमस्ति. उपदेश, उपदेशस्य अन्ते उपदेशस्य एकक्षणम्. हलन्त्यं कानि, कति पदानि सन्ति? हलन्त्यं द्विपदं, द्विपदं द्वे पदे. द्वे पदे सः उपदेशे तस्मै धातुषु वा प्रत्ययेषु वा आगमेषु वा आदेशेषु वा तत्र अन्तिमवर्णः हल् वर्णः अस्ति चेत्, हल् वर्णः इत्युक्ते सर्वे सर्वाणि व्यञ्जनानि अस्ति चेत् तस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति भवति. हल् प्रथमान्तम्, अन्त्यं प्रथमान्तं, द्विपदम् इदं सूत्रम्, अनुवृत्तिसहितसूत्रम्. उपदेशे अन्त्यं हल् इत् हलन्त्यम् इति सूत्रं सूत्रे द्वे पदे स्तः हल् अन्त्यम्. अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे अन्त्यं हल् इत्. उपदेशे अन्तिमवर्णः हल् वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण तस्य लोपः भवति. हा, इदानीं वदतु सूत्रे कति पदानि सन्ति? द्वे पदे स्तः सूत्रे, द्वे पदे सूत्रे द्वे पदे स्तः. एकं हल्, अनन्तरम् अन्त्यं. हा, तर्हि हल् अन्त्यं केवलं द्वे पदे स्तः, तर्हि तत्र वयम् अर्थम् अवगन्तुं न शक्नुमः. केवलं हल् अन्त्यम् इति एव अस्ति. अतः इदानीम् अर्थस्य पूरणार्थं वयं पूर्वस्मात् एकक्षणं भगिनि, पूर्वस्मात् सूत्रात् वयम् उपदेशे इति पदम् आनयामः अस्मिन् सूत्रे. अपि च इत् इति अपि पदम् आनयामः पूर्वस्मात् सूत्रात् अर्थस्य पूर्णार्थम्. इदानीम् अत्र अनुवृत्तिसहितसूत्रमस्ति. उपदेशे अन्त्यं हल् इत्, उपदेश अवस्थायाम् अन्तिमहल् वर्णस्य इत् संज्ञा भवति इति सूत्रस्य अर्थः भवति. इदानीं पश्यति खलु अनुवृत्तिः कथं भवति. पूर्वस्मात् सूत्रात् वयम् आनयामः. अत्र अधिकारसूत्रं किमपि नास्ति. अत्र उपदेशे जननासिक इत् इति संज्ञासूत्रमस्ति. तस्मात् सूत्रात् इत् अपि च उपदेशे पदद्वयम् अत्र आनयामः. अस्तु. हा, इदानीम् अत्र अन्त्यं हल् इत् तेषां सम्बन्धः कः? अन्तिमवर्णः हल् अस्ति चेत् तस्य इत्संज्ञा भवति उपदेशे. तदवगतम्. अत्र अन्तिमहल् एतेषां पदानां सम्बन्धः कः? कः विशेषः? कः विशेष किं विशेषणम्? हल् हल् वर्णः विशेष्यम् अन्त्यं विशेषणं हल् अपि विशेष्यम् अपि विशेषणं हा वर्णः वर्णः वर्णः विशेष्यं विशेष्यं विशेष्यं विशेषणं हा अन्त्यं हल् अन्त्यं हल् सत्यम्. अस्तु, धन्यवादः भगिनी, म्यूट् करोतु. तर्हि अत्र अत्र उपदेश अवस्थायाम् एकक्षणं भगिनी, उपदेश अवस्थायां धातुः अथवा प्रत्ययः आगमः आदेशः यत्र अन्ते हल् वर्णः अस्ति चेत् अन्तिमहल् वर्णस्य इत्संज्ञा भवति इत्येव सूत्रं वदति. हा, वदतु. हा, धातुषु अपि हल् वर्णः इत् भवति इति चेत् धातु खाद् एक्साम्पल् खाद् पठति, खाद् खादति. एतस्मात् एतस्मिन् धातोः धातौ द व टकार दकार वकार एव हलन्त धातु किल? न, पश्यतु, अत्र मूलदातं किम् इति द्रष्टव्यं खलु. मूलदातुः कः इति द्रष्टव्यं. म्यूट् करोतु भगिनि. इदानीं यत् यद्भवति वदति पट् खाद् तत्सर्वं लौकिकधातुः अस्ति. लौकिकधातौ पुनः तत्र हलन्त्यम् इत्यस्य कार्यं न भवति. लौकिकधातुः एव पट् अस्ति. अत्र मूले मूले मूले पट् इत्यस्य मूलरूपं किम् इति द्रष्टव्यं. मूलरूपे केचन वर्णाः इत्सनिकवर्णाः, तेषां लोपः भूत्वा इदानीं पट् इति लौकिकधातुः अस्ति. अतः पुनः टकारस्य इत्संज्ञा न भवति. अस्तु भगिनि. अस्तु भगिनि, मूलरूपम् अहं न जानामि. मूलरूपम् अत्र वयं न म्यूट् करोतु भगिनि, बहु ध्वनिः अस्ति भवत्याः लैन् मध्ये. अत्र मूलरूपम् अत्र धातुपाठं दृष्ट्वा एव वयं ज्ञातुं शक्नुमः मूलरूपं किम् इति. वयं न जानीमः, अतः अत्र अस्माकं पुरतः अन्यत् पुस्तकमस्ति खलु, प्रक्रियानुसारि पाणिनीयधातुपाठः इति पुस्तकमस्ति खलु, तस्मात् तत् पुस्तकं पश्यामः चेत् मूलरूपमपि द्रष्टुं शक्नुमः. तर्हि मूलरूपं किम् इति दृष्ट्वा तदनन्तरं तत्र इत्संज्ञकवर्णाः के इति दृष्ट्वा लौकिकरूपं साधयितुं शक्नुमः. अस्तु भगिनि, धातुपाठः पुस्तक अपि मम समीपे अस्ति. अहम् एकवारं प्रदर्शयामि कथम् अस्ति इति, पुस्तके कथम् अस्ति इति एकवारं प्रदर्शयामि, तदनन्तरं भवन्तः अपि द्रष्टुं शक्नुवन्ति. भगिनी, महेश्वराणि सूत्राणि तत्र अन्तिमसूत्रमपि हल् इति अस्ति किल? सत्यं सत्यं, समीचीनं, तदेव भगिनि, सत्यं. महेश्वरसूत्रेषु अपि अन्तिमवर्णः यदि अण् इति प्रत्याहार पश्यामः चेत् तत्र णकारः हल् वर्णः अस्ति, तस्यापि संज्ञा अनेन सूत्रेण सर्वेषां हल् वर्णानां लोपः भवति. सत्यम्. अपि च अत्र रमा भगिनी, रमा शिवरामन् भगिनी मम पार्श्वे ईमेल् प्रेषितवती. अत्र वस्तुतः आं व्रश्चु इति धातुः अस्ति, व्रश्च इति धातुः. तत्र व्रश्च इति धातौ वस्तुतः अनुनासिक अचुवर्णद्वयम् अस्ति. द्वयोः अपि उपदेशे जननासिक इत् इति सूत्रेण इत्संज्ञा भवति, अतः तादृशमपि भवितुम् अर्हति, वर्णद्वयमपि भवितुम् अर्हति मूलरूपे. तस्य लौकिकरूपं कः किं? व्रश्च इति लौकिकरूपम् अस्तु. तर्हि अग्रे अत्र हा, गीता भगिनी अग्रे पठति वा. किं भगिनि औपदेशिकरूप किम्? आवृश्चु ओ आवृश्चु अस्तु वार्ष्णेयः इति तस्मात् आगतः वा कृष्णस्य कुलं वार्ष्णेयः द्रष्टव्यं भगिनि इदानीं वक्तुं न शक्नोमि द्रष्टव्यं वार्ष्णेयः इति तत्र वार्ष्णेयः इति वृष् इति धातुः वृष् इति सियुटि कट् अर्थं हा तत्र वृष् इति धातुः प्रायः वृष् इति धातुतः वार्ष्णेयः इति भवति परन्तु तत्र धातुः नास्ति भगिनि यत्र वार्ष्णेयः इति पदं सुबन्तं पदम् अस्ति तर्हि प्रातिपदिकं किम् इति द्रष्टव्यं धातुः नास्ति अत्र प्रातिपदिकं किं प्रातिपदिकं किम् इति दृष्ट्वा अवगन्तुं शक्नुमः तर्हि अत्र तु व्रश्च इति धातुः अस्ति अस्तु व्रश्चनं अर्थः किं भगिनि अस्तु वकार योग रेफ किल नाट् रु न न वकारः वकारः योग रेफ सत्यम् ओ वकार योग रेप् रेपः वा ऋकारः नास्ति ऋकारः नास्ति धन्यवादः अस्तु तर्हि अग्रे अत्र गीता भगिनी पठति वा अन्य एकक्षणम् अन्य के के सन्ति विलम्बेन कोऽपि अस्ति वा अहम् अस्मि भगिनी किन्तु अहम् उक्तवती अस्तु अस्तु विलम्बेन अस्तु शेखर् महोदय नमस्कारः नमस्कारः भगिनि जयन्त जयन्त अस्तु सावित्री अस्मि परन्तु केवलं शृणोमि किञ्चित् अस्तु भगिनि अन्य कोऽपि सन्दीप् महोदय अपि अस्ति खलु सन्दीप् महोदय आं भगिनि अस्मि हा अस्तु नमस्कारः पाण्डे महोदय अस्तु अस्तु तर्हि गीता भगिनि क्रुधातुः योगः तृच् प्रत्ययः हलन्त्यम् इत्यनेन चकारस्य इच्छन्य तदा तस्य लोपः इत्यनेन लोपः क्रु योगः तृ भवति कर्तृ इति प्रातिपदिकम् अत्र प्रातिपदिकम् अस्ति क्रु धातुः अत्र धातु नाम क्रु अस्ति प्रत्ययः अस्ति कृच् हलन्त्यं सूत्रेण अत्र च गच्छति कुतः गच्छति चकारः कुत्र चकार प्रत्ययात् चकारः गच्छति इच्छन्न भवति इच्छन्न भवति तस्मात् तस्य लोपः इत्यनेन सूत्रेण लोपः भवति शेषमस्ति क्रु योगः तृ कर्तृ इति प्रातिपदिकं भवति हा वस्तुतः अत्र कृ इति धातुः अपि लौकिकधातुः एव अत्र मूलरूपे डुक्रि इति धातुः अस्ति तत्रापि केचन वर्णाः इत्संज्ञकवर्णाः अनन्तरं पश्यामः कथम् अत्र कृ इति साधयामः इति पश्यामः इदानीं प्रत्ययस्य विषयः अस्ति तृच् इति प्रत्ययः अस्ति तृच् इति कृत् प्रत्ययः अस्ति तृच् इति प्रत्यये पश्यामः चेत् चकारः अन्तिमः हल् वर्णः अस्ति हल् वर्णः अस्ति कुत्र अस्ति हल् वर्णः अन्ते अस्ति प्रत्ययस्य अन्ते अस्ति अतः हलन्त्यम् इति सूत्रेण चकारस्य इत्संज्ञा भवति प्रथमतया तदनन्तरं चकारस्य लोपः भवति तस्य लोपः इति सूत्रेण अतः अत्र तृ इति लौकिकरूपं साधयामः प्रक्रियाकाले तर्हि कृयोगः तृ कर्तृ इति प्रातिपदिकम् भगिनी एतत् कृदन्तं पदं वा? सत्यं कृदन्तं पदं कृदन् कृत् प्रत्यय कृत् प्रत्ययः हा अस्तु हलन्त्यम् इति सूत्रं स्पष्टमस्ति वा? लौकिकधातोः अपि अत्र सूत्रस्य एफेक्ट् सत्यम् अत्र औपदेशिकधातुः अस्ति अत्र औपदेशिकधातुः डुक्नि इति अस्ति तस्मात् कानिचन सूत्राणि तत्र कार्यं कुर्वन्ति तदनन्तरं तत्र लौकिकधातुः अस्ति कृ इति धातुः तर्हि एतानि चत्वारि सूत्राणि धातोः कृते अपि कार्यं कुर्वन्ति नमस्ते भगिनि क्षम्यतां विलम्बेन आगतं चिन्ता नास्ति धन्यवादः धन्यवादः गीता भगिनी बहवः सन्ति अतः अत्र रामनाथन् महोदय पठति वा भगिनि सोरि डुक्रुञ् पदे अपि द लास्ट् वन् इस् चवर्गस्य अनुनासिक इत् भवति हा अन्तिमवर्णस्य इत् संज्ञा भवति हलन्त्यं सूत्रेण एव हलन्त्यम् इति सूत्रेण एव अत्र हा ओके ओके हा ण्यकारः अस्ति चवर्गस्य पञ्चमवर्णः अस्ति अतः तस्यापि इत् संज्ञा भवति सत्यम् अस्तु तर्हि अत्र रामनाथन् महोदय पठति वा हलो ध्वनि श्रूयते वा हा किञ्चित् मन्दं मन्दं श्रूयते महोदय वर्गीयवर्णः सकारः मकारः च इत्संज्ञकाः न भवन्ति अर्थात् विभक्त्यां सा वर्गः सकारः मकारः अस्ति चेत् सम्पूर्णतया पठतु एकवारम् एकवारं पठतु महोदय विभक्तिः च इत्यनेन सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः सर्वे विभक्तिसंज्ञकाः इदं सूत्रं हलन्त्यम् इत्यस्य बाधकसूत्रं तृश्च सा च माश्च तेषां इतरेतरद्वन्द्वः अव्ययपदं विभक्तौ सप्तम्यन्तं तुस्माः प्रथमन्तं त्रिपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हलः न इतः भगिनि वदतु सुप्रत्ययान्तं तिङ्प्रत्ययान्त योजन शब्दानां विभक्तिसंज्ञकाः विभक्तिसंज्ञका अन्त्यं हलन्त्यं हलन्त्यरूपेण सवर्गीयवर्णाः सकारः मकारः अस्ति चेत् तेषां वर्णानां इत् हलन्त्यमिति सूत्रेण इत् न भवति तेन कारणेन एतत् सूत्रं हलन्त्यं सूत्रेण बाधकसूत्रम् अस्ति हा वदतु सा च मा च तेषां इतरेतरद्वन्द्वः कुस्माः न अव्ययपदं विभक्तौ सप्तम्यन्तं तुस्माः प्रथमन्तं त्रिपदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः अलः कुस्माः न इतः एतत् सूत्रं हलन्त्यसूत्रेण बाधकसूत्रं विभक्ति मीन् विभक्तिरूपं सुप्रत्ययं वा तिङ्प्रत्ययं वा अस्ति चेत् तस्य अन्ते विद्यमान हल् वर्णानाम् अस्ति चेत् हल् वर्णे सवर्गीयवर्णाः सकारः मकारः अस्ति चेत् इत् न भवति. हा समीचीनम्. अत्र सूत्रमस्ति न विभक्तौ तु स्मः इति सूत्रमस्ति. पश्यति चेत् अत्र न इति पदमस्ति, अनन्तरं विभक्तौ तु स्मः इति अत्र त्रीणि पदानि सन्ति. तर्हि यत्र कुत्रापि सूत्रे न इति अस्ति चेत् तत्र वयम् अवगन्तुं शक्नुमः यत् तत्र निषेधकसूत्रम् अस्ति इति अवगन्तुं शक्नुमः. किं निषेधयति इति चेत् अत्र पूर्वस्मिन् सूत्रे हलन्त्यम् इति अस्ति सूत्रं. तत्र अन्तिम हल् वर्णस्य इत्संज्ञा भवति इति उक्तमासीत्. अत्र तस्य अनन्तरम् एतत् सूत्रं किं वदति, न विभक्तौ तुस्माः इत्युक्ते यत्र विभक्तिः अस्ति, विभक्तिप्रत्ययः अस्ति, विभक्तिप्रत्ययौ विभक्तिप्रत्यये तत्र तकारः तु इत्युक्ते तुस्माः इत्युक्ते तु इत्युक्ते तवर्गीयवर्णः, तस्य संक्षेपः अस्ति तु. अपि च सकारः अनन्तरं मकारः तुस्माः एतेषां वर्णानाम् इत्संज्ञा न भवति यत्र विभक्तिप्रत्ययः अस्ति. तर्हि तदर्थम् अत्र विभक्तिश्च इति सूत्रमस्ति. तत् सूत्रं किं वदति, सुप्रत्ययाः तिङ्प्रत्ययाः विभक्तिसंज्ञकाः. अतः यत्र विभक्तिप्रत्ययः अस्ति, विभक्तिप्रत्यये सकारः अस्ति, अन्तिमवर्णः सकारः अस्ति अथवा तवर्गीयवर्णः अस्ति अथवा मकारः अस्ति चेत् तस्य इत्संज्ञा न भवति. अत्र सामान्यतया विभक्तिः इत्युक्ते यत्र सुबन्तं पदम् अस्ति तत्र एव विभक्तिः इत्यस्य अवगमनं भवति सामान्यतया. परन्तु वस्तुतः तिङ्प्रत्ययानामपि विभक्तिसंज्ञा अस्ति. यदा वयं पठति, लिखति, खादति, गच्छति तत्सर्वं वदामः, तत्रापि तिङ्प्रत्ययः अस्ति. ति इति श्रूयते खलु, अथवा अपठत् तत्र त इति प्रत्ययः श्रूयते, तत्रापि विभक्तिः अस्ति. विभक्तिश्च इति सूत्रेण तत्रापि विभक्तिः अस्ति. तर्हि तत्र द्विवचने तिप् तस् इति प्रत्ययः अस्ति, द्विवचने तस् इति प्रत्ययः अस्ति, पठतः इति रूपं. तत्र तस् इति प्रत्यये सकारः अस्ति अन्ते, तत्र सकारस्य लोपः न भवति. यद्यपि सकारः हल्वर्णः अस्ति अतः हलन्त्यम् इत्यनेन तस्य लोपः भवितुम् अर्हति, परन्तु तस्य अनन्तरम् अत्र न विभक्तौ तु स्मः किं वदति इति चेत् तस् इति प्रत्ययः विभक्तिसंज्ञकः अस्ति. तस्य विभक्तिः इति संज्ञा अस्ति, विभक्तिश्च इति सूत्रेण संज्ञा अस्ति, यतोहि तस् इति प्रत्ययः तिङ्प्रत्ययः अस्ति. अतः तस्य इत्संज्ञा न भवति. अतः एव अत्र तस् इति योजयित्वा पठतः तः इति अत्र अन्ते विसर्गः श्रूयते खलु, तत्तु सकारात् एव आगतः विसर्गः, अतः तत्र सकारस्य लोपः न भवति. अतः एव वयं वदामः एतत् सूत्रं निषेधकसूत्रमस्ति. कस्य निषेधः भवति अत्र, हलन्त्यम् इति सूत्रस्य निषेधकम् इत्यस्य बाधकम् अस्ति एतत् सूत्रम्. अनुवृत्तिसहितसूत्रं पश्यामः चेत् अत्र त्रीणि पदानि एव सन्ति, न विभक्तौ तु स्मः. अतः अत्र अर्थस्य पूर्णार्थं वयं प्रथमसूत्रात् उपदेशे जननासिक इत् इति सूत्रात् उपदेशे इति पदम् आनयामः, अपि च इत् इति पदमपि आनयामः, अपि च पूर्वस्मात् सूत्रात् हल् अन्त्य इति पदम् आनयामः. इदानीम् अर्थस्य पूर्णार्थं वयं किं कुर्मः, अत्र विभक्तीनां परिणामं कुर्मः. इत्युक्ते अत्र पूर्वस्मिन् सूत्रे हल् इति पदम् एकवचने आसीत्, इदानीं तुस्माः इति पदं बहुवचने अस्ति. इदानीं बहूनां वर्णानां विषयः अस्ति, अतः वर्णाः इति विशेष्यम् अस्ति, तुस्माः इति विशेषणम् अस्ति, हलः इति अपि विशेषणं बहुवचने अस्ति, इतः इति अपि बहुवचने अस्ति. उपदेशे जननासिक इत् इति सूत्रे इत् इति पदम् एकवचने आसीत्, परन्तु इदानीम् अत्र अर्थस्य पूर्णार्थं बहुवचने वयं कुर्मः इति एतादृशं कृत्वा इदानीम् अर्थ अवगमनं भवति. उपदेश अवस्थायां विभक्तौ अन्त्याः हलः तुस्माः न इत् यत्र उपदेश अवस्थायां विभक्तिसंज्ञकप्रत्ययः अस्ति तत्र अन्तिमवर्णः हल् वर्णः अस्ति कीदृशः हल् वर्णः इति चेत् तवर्गीयवर्णः सकारः अथवा मकारः अस्ति चेत् तस्य इत्संज्ञा न भवति इति सूत्रं वदति स्पष्टं वा भगिनि हलः बहुवचनं कथं हा अत्र भवती एव वदतु हल् हल् हलन्तप्रातिपदिकम् अस्ति चेत् अत्र किं भवति भवत् इति इति वदति हलः तु षष्टिविभक्ति किन्तु एकवचनं खलु हलः षष्टि अत्र बहुवचने अपि हलः एव खलु हल् हलौ हलः अत्र बहु बहुवचने अपि प्रथमाविभक्तौ बहुवचने अपि प्रथमाविभक्तिः बहुवचने अपि च अत्र शेखर् महोदय भवतः प्रश्नः हलि इति हलन्त्यम् इति सूत्रे हलि इति सप्तमी विभक्तिः इति नास्ति महोदय हल् न न हल् इति प्रथमविभक्तिः एव अत्र सप्तमी विभक्ति कुत्रापि न सप्तमी विभक्ति सूत्रे तु हलन्त्यमेव किन्तु विग्रहः हलि अन्त्यम् इति न तथा नास्ति तथा नास्ति व्याख्यानं पश्यति चेदपि तथा कुत्रापि नास्ति हल् इति प्रथम एकवचनं अन्त्यं प्रथम एकवचनं पृथक् पृथक् तत्र समासः अपि नास्ति केवलं योजनं हलि इद्रे यकार भर्ति अल्वा समासः हल् अन्त्यम् ओके वन् मोर् थिङ्ग् तिङ् प्रत्ययाः वयम् आख्यातप्रत्यया इति वदति न विभक्ति किल विभक्ति इति न वदति विभक्तिः इति न वदामः वयं न वदामः तथापि तत्र पाणिनीयसूत्रेषु तस्यापि विभक्तिसंज्ञा अस्ति यद्यपि लोके वयं न वदामः विभक्तिः इत्युक्ते केवलं सुबन्तपदानामेव विभक्तिः इति वदामः तथापि पाणिनीयसूत्रेषु अष्टाध्यायां तिङ्प्रत्ययानामपि विभक्तिसंज्ञा अस्ति इति इदानीम् अत्र नूतनविषयः अस्ति अस्माकं ज्ञानार्थं अस्तु भगिनि थेङ्क् यू अस्तु अग्रे अत्र रविकला भगिनी पठति वा शृणोति वा केवलं शृणोति वा हलो पठति वा भवती हा पठामि राम संयोगः जस् चुटु पठतु भगिनी अस्ति वा न श्रूयते भगिनि अस्तु उमा भगिनी पठति वा मम ध्वनिः श्रूयते वा आं श्रूयते श्रूयते श्रूयते अस्तु अस्तु तर्हि अत्र अग्रे श्रूयते अस्तु अस्तु समीचीनं तर्हि अत्र शेखर् महोदय भवानेव पठतु अस्तु राम योगः जस् छुटु इत्यनेन जकारः लोपः राम योगः अस् हलन्त्यम् इत्यनेन सकारस्य इत्संज्ञा स्यात् न विभक्तौ तुस्माः इत्यनेन सकारस्य इत् संज्ञा निषेधः तस्मात् रामास् रामाः इति अस्तु रामः योगः जस् अत्र जस् प्रत्यये अन्ते सकारः अस्ति सकारः तु हल् वर्णः एव आदौ जकारस्य लोपः चुटुसूत्रेण जकारस्य लोपः अधुना अस् अस्ति सकारः हल् वर्णः हलन्त्यम् इति सूत्रेण तस्य लोपः स्यात् किन्तु न विभक्तौ तुस्माः इत्यनेन सकारस्य इत्संज्ञा निषेधः भवति अनेन रामास् इति एव रूपं भवति अन्ततो गत्वा रामाः इति रूपं सिद्ध्यति सत्यं समीचीनम् एकक्षणं भगिनि, एकक्षणं म्यूट् एकक्षणं. तर्हि अत्र सत्यं महोदय, अत्र वदतु, अत्र न विभक्तौ तु स्मः इति सूत्रं पृथक्तया कार्यं कर्तुं शक्नोति वा, स्वतन्त्रतया कार्यं कर्तुं शक्नोति वा? न विभक्तौ तु स्मः वा न कर्तुं शक्नोति, तत्र हल् कर्तुं शक्यते एव किल, सत्यं भवितुम् अर्हति एव. कथम्? एकनिमिषम्, अत्र तुस्माः इति अस्ति नाम तद् तवर्गाः, तवर्गवर्णाः सकारः मकारश्च. यदि न कर्तुं शक्यते नाम हलन्त्यम् आश्रित्य एव प्रवृत्तिः भवति सूत्रस्य. किमर्थं नाम अन्ते यदा अस्ति तदा एव तस्य इत्संज्ञा निषेधः अस्ति. इत्यस्मात् हलन्त्यम् इति सूत्रम् आश्रित्य एव न विभक्तौ तुस्माः इति सूत्रस्य प्रवृत्तिः भवति. यदि अन्ते हल्वर्णः अस्ति तदा एव तवर्ग सकार मकाराणाम् इत्संज्ञा न भवति. सत्यं, समीचीनम्. इत्युक्ते तत्र प्रथमतया हलन्त्यम् इति सूत्रेण प्रथमतया तत्र इत्संज्ञा भवति स्म, जस् इति प्रत्यये सकारस्य इत्संज्ञा भवति स्म हलन्त्यम् इति सूत्रेण. परन्तु तत्र न विभक्तौ इति न विभक्तौ तुस्माः इति सूत्रम् आगत्य वदति अत्र न इदानीं यद्यपि हलन्त्यम् इति सूत्रस्य प्रसक्तिः अस्ति, अत्र कार्यं कर्तुं शक्नोति, तथापि अत्र निषेधः अस्ति, अत्र सकारस्य लोपः न भवति. यतोहि सकारः कीदृशसकारः? विभक्तिसंज्ञकः. जस् इति प्रत्ययः सुप्रत्ययः अस्ति, सुप्रत्ययः बहुवचनान्तप्रत्ययः अस्ति. रामः रामौ रामाः इति बहुवचने रामाः इति अस्ति खलु, तत्र जस् इति प्रत्ययः अस्ति. जस् इति प्रत्यये अन्ते सकारः अस्ति, सः सकारः हल्वर्णः अस्ति, अपि च तुस्माः इत्यस्मिन् सकारः अस्ति इति कृत्वा तस्य लोपः न भवति. अतः एतत् सूत्रं न विभक्तौ तुस्माः इति निषेधकसूत्रम् अस्ति. इदानीम् अत्र प्रश्नः अस्ति चुटु इति कथम् आगतम् इति चेत् अत्र अग्रे आगच्छति चुटु, तत् पठित्वा पुनः एतद् अवगच्छामः. इदानीं चुटु इति चिन्तनं मास्तु. चुटु इत्यनेन अत्र जकारस्य लोपः भवति, कथं लोपः भवति इति अग्रे आयास्यति, पठिष्यामः. अस्तु, तर्हि अग्रे अत्र महादेवन् महोदय पठति वा? भगिनि, रामास् कथं रामाः इति भवति? कथं रामाः इति भवति किम्? हा, सूत्रं तत्र सूत्रमस्ति किम्? सत्यं सत्यं, तत्र पदान्ते सकारः अस्ति, यतः ससजुषो रुः इति सूत्रेण सकारस्य रुत्वं भवति, रु इति भवति. तदनन्तरं तत्र करवसानयोर्विसर्जनीयः इति सूत्रेण रेपस्य स्थाने विसर्गः आगच्छति. अस्तु, अग्रे महादेवन् महोदय. पठति वा? बाधकसूत्रं अपवादसूत्रम् एकमेव वा? एकक्षणम् एकक्षणं, किं पुनः पृच्छतु? बाधकसूत्रम् इति अस्ति किल, अत्र न विभक्तौ तु स्मः निषेधः, सारी, अत्र हलन्त्यम् इति सूत्रस्य कार्यं न विभक्तौ तु स्मः इति सूत्रात् तस्य संज्ञा निषेध इत् संज्ञा निषेधः भवति. एतद् अपि अनुवादः इति वक्तुं शक्नुमः वा? अनुवादः, सारि, न अपवादः इति? न अपवादः नास्ति भगिनि, अत्र अपवादः नास्ति. अपवादः इत्युक्ते यत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति परन्तु एकं सूत्रं निरवकाशं भवति, तत्रैव अपवादः. अत्र अपवादः नास्ति, अत्र निषेधकसूत्रम्. इदानीम् अपवादः इति विषयः बहवः जनाः न जानन्ति, अतः अग्रे गत्वा पठिष्यामः, चिन्ता नास्ति, परन्तु अत्र अपवादः नास्ति. अस्तु अस्तु, तर्हि अग्रे महादेवन् महोदय. हरि ओम्. अन्ये विभक्तिसंज्ञकः प्रत्ययाः यत्र हलन्तलोपः बाधितः ते शस् बिस् ब्यस् ङस् ओस् अम् भ्याम् आम् पदानि यत्र अन्तिमथवर्गीयवर्णः न लुप्तः रामात् तस्मात् तस्मिन् लभेरन् अति अर्थात् अन्ये विभक्तिसंज्ञकः प्रत्ययाः यत्र हलन्त्य लोपः बाधितः हलन्त्य हलन्त्य लोपः न भवति विभक्तिसंज्ञकाः षस् बिस् ब्यस् ङस् ओस् आम् भ्याम् आम् इत्यादि विभक्तिसंज्ञकाः प्रत्ययाः सन्ति चेत् तत्रापि हलन्त्य लोपः न भवति अस्ति किल पदानि यत्र अन्तिमसवर्गीयवर्णाः न लुप्ताः रामात् तस्मात् तस्मिन् लभेरन् इति अस्ति किन्तु पदानि यत्र अन्तिम अत्र वस्तुतः तवर्गीयवर्णः नास्ति अत्र अत्र तु सकारः अपि च मकारः अस्ति सकारः पदानि यत्र पदानि यत्र रामात् इति पदमस्ति खलु तत्र तकारः अस्ति तस्य विषये तकारः अस्ति तत्र तस्मात् तत्र लोपः न भवति अस्ति किल पदानि यत्र अन्तिमसवर्गीयवर्णः न लुप्तः तत्र रामात् तस्मात् तस्मिन् लभेरन् इत्यादि पदानि यद्यपि तत्र अन्तिमरूपम् अन्तिमपदमस्ति रामात् तस्य प्रक्रियाकाले कथं भवति इति चेत् राम इति प्रातिपदिकात् तत्र नस् इति पञ्चम्यन्तं प्रत्ययः अस्ति नस् इति प्रत्ययः नस् इति प्रत्ययस्य अन्ते सकारः अस्ति सकारः तत्र विभक्ति नस् इत्यस्य विभक्तिसंज्ञा अस्ति अतः सकारस्य लोपः न भवति सत्यं धन्यवादः महोदय तर्हि अत्र सर्वत्र अत्र शस् इति पश्यामः बिस् इति पश्यामः ब्यस् एते सर्वे अत्र विभक्तिसंज्ञकप्रत्ययाः सन्ति अतः अत्र अन्तिमहल्वर्णस्य सकारः इति हल्वर्णस्य लोपः न भवति अपि च मकारः इति वर्णस्य लोपः न भवति इत्यादि अन्तिमकारसवर्णः तस्य लोपः अपि न भवति सत्यं सत्यं समीचीनं भगिनि भवामि भवावः भवामः देर् आल्सो तुस्मः अप्लैस् नो म स्टेस् मा स्थितः मा न भवामि भवामि इत्यत्र मिप् इति प्रत्ययः तत्र पकारः गच्छति तत्र नास्ति भवामि इत्यत्र अत्र सूत्रस्य प्रसक्तिः नास्ति परन्तु मिप् वस् यत्र भवावः वस् इति प्रत्ययः अस्ति तत्र सकारस्य लोपः नास्ति वस् इति प्रत्ययः अनन्तरं मस् इति प्रत्ययः अस्ति भवामः तत्रापि सकारस्य लोपः नास्ति तत्र वस् मस् इति प्रत्ययः हा विसर्ग आगच्छति सत्यम् अस्तु तर्हि अग्रे अत्र विजयलक्ष्मी भगिनी पठति वा एकनिमिषम् अत्र रामात् तस्मात् तस्मिन् एते उदाहरणानि पदानि सन्ति परन्तु उपदेशे सन्ति वा न अत्र अन्तिमरूपमस्ति खलु तस्मात् रामात् इति अत्र अन्तिमरूपमस्ति एते सूत्राणि उपदेशे एव किल सत्यं सत्यम् अत्र केवलम् अत्र प्रदर्शनार्थं दत्तमस्ति यत् रामात् इति पदं निष्पन्नमस्ति खलु तत्र प्रक्रियाकाले कथं भवति इति चेत् रामयोगः नस् इति प्रत्ययः अस्ति नस् इति प्रत्ययः तत्र सकारस्य लोपः न जातः परन्तु तत्र अन्यत् किमपि कार्यं सर्वं भूत्वा रामात् इति रूपम् अस्ति तत्र अन्ते यः सकारः अस्ति तस्य लोपः न जातः एवमेव अत्र तस्मिन् इति सप्तम्यन्तं सप्तमीविभक्तिः अस्ति तत्र नसि इति प्रत्ययः अस्ति नसि इति नसोस् आम् नीयोस् नी इति प्रत्ययः अस्ति नी इति प्रत्यये तत्र तु नास्ति तस्मिन् इति सप्तमीविभक्तिः अस्ति तत्र नी इति प्रत्यये तत्र तु नास्ति अत्र अन्तिमवाक्यम् इतोपि द्रष्टव्यं महोदय अत्र किमर्थम् एतद् वाक्यम् उक्तम् इति अहं स्वरूपमहोदयं पृच्छामि यतोहि अत्र सम्यक्तया अन्वयः न अवगन्तुं शक्यते परन्तु अत्र अत्र शस् भिस् भ्यस् नस् इति पश्यामः चेत् तत्र स्पष्टमस्ति यत्र विभक्तिसंज्ञकप्रत्ययः अस्ति तस्य अन्ते सकारः अथवा तवर्गीयवर्णः अथवा मकारः अस्ति चेत् तस्य लोपः न भवति इति तावदेव पदं दृष्ट्वा वयम् अवगन्तुं न शक्नुमः तत्र कस्य लोपः अभवत् न अभवत् केवलं प्रक्रियाकाले आदौ यः प्रत्ययः अस्ति सः प्रत्ययः विभक्तिसंज्ञकः अपि च तस्य अन्ते सकारः तवर्ग्यवर्णः मकारः अस्ति चेत् लोपः न भवति इति तावदेव अत्र अवगमनं खलु अस्तु एतद् रामात् तस्मात् इति किमर्थम् अत्र दत्तम् इति चेत् प्रायः अत्र अन्तिमरूपम् एतदेव परन्तु प्रक्रियाकाले तत्र विभक्तिप्रत्ययस्य अन्तिमवर्णस्य लोपः न जातः इति प्रायः तादृशप्रदर्शनार्थं परन्तु अत्र स्पष्टतया स्पष्टं नास्ति मम कृते स्पष्टं नास्ति नास्ति अतः पृच्छामि किमर्थं दत्तमस्ति इति अस्तु अग्रे अत्र विजयलक्ष्मी भगिनि आदिर् आदिर् निटुडवः उपदेशस्य आदौ नि टु डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत् सम्या भवति नि टु डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते नीः च टूः च डूः च तेषाम् इतरेतरद्वन्द्व निटुडु बहुवचने निटुडवः गुरुशब्दः इव आदिः प्रथमान्तं निटुडवः प्रथमान्तं द्विपदम् इदं सूत्रम् आदिः इति इत् इति च बहुत्वे एकवचनम् अनुवृत्तिः सहितसूत्रम् उपदेशे धातोः आदयः निटुडवः इतः अत्र उपदेशस्य आदौ यदि नि इति पदं पदं वा एतत् किं समुदायः वर्णसमुदायः ओके वर्णसमूहः ओके नि इति वर्णसमूहः टु इति वर्णसमुदायः डु इति वर्णसमुदायः यदि भवति तर्हि तेषाम् इत् सम्या भवति त्रिषु वर्णेषु द्वन्द्वसमासः कृत्वा निः निः टुः डुः इति त्रिषु वर्णसमूहेषु वर्णसमूहानाम् इतरेतरद्वन्द्वसमासः कृत्वा निटुडु इति बहुवचने निटुडवः इति रूपं प्राप्नोति निटुडवः इति पदस्य प्रथमान्तं भवति आदिः इति पदस्य अपि प्रथमान्तम् एतत् सूत्रे द्विपदद्वयम् अस्ति आदिः इति एकपदं निटुडवः इति अन्यपदं द्वयोः द्वे पदे अपि प्रथमान्ते स्तः अत्र अनुवृत्तिः सहितसूत्रस्य रूपं भवति उपदेशे धातोः आदयः निटुडवः इतः इति उपदेशे उपदेशे जनुनासिक इत् ततः उपदेशे इति पदम् आगच्छति धातोः कुतः आगच्छति हा धातोः इति पदं वस्तुतः अत्र अष्टाध्यायी पुस्तके पश्यति चेत् प्रथमाध्यायस्य तृतीयपादे प्रथमं सूत्रमस्ति भुवादयो धातवः इति सूत्रमस्ति तस्मात् धातुः इति पदम् आगच्छति अत्र ओके भुवादयोः धातवः प्रथमसूत्रमस्ति हा धातुसंज्ञा इति ततः धातोः इति पदम् आगच्छति आदयः आदिपदस्य आदयः बहुवचनं खलु सत्यम् आदि आदौ आदयः आदयः निटुडवः तदपि बहुवचनम् इतः अपि बहुवचनम् एतदेव सूत्रस्य आदिः आदिः आदयः बहुवचनं सत्यम् आदयः ये एतेषु वर्णेषु यदि प्रेजेन्स् भवति तर्हि तेषाम् इतः भवति इति भवन्ति सत्यं तर्हि प्रेजेन्स् संस्कृते कथं किं प्रेजेन्स् इति संस्कृते कथं वक्तव्यं प्रेजेन्स् इत्युक्ते उपस्थितिः हा उपस्थितिः हा प्रसक्तिः अपि वा प्रसक्तिः इत्युक्ते अप्लिकेशन् खलु सूत्रस्य प्रसक्तिः इत्युक्ते सूत्रस्य अप्लिकेशन् अत्र एतेषां वर्णानाम् उपस्थितौ उपस्थितिः अत्र थर्ड् पायिण्ट् न विभक्तौ तु स्मः तत्र अन्त्ये गिवन् उपदेशे विभक्तौ बिकास् बोत् सुप्रत्यय तिङ् प्रत्यय इट् अप्लैस् बट् हियर् उपदेशे धातोः आदयः इट् अप्लैस् ओन्ली टु धातु नाट् टु सुवन्त इति सुबन्तस्य विषयः म्यूट् करोतु भगिनि सुबन्तस्य विषयः कुत्रापि नास्ति केवलम् एकमेव सूत्रमस्ति न विभक्तौ तुस्मः इति किं वदति यत्र प्रत्ययः सुप् इति प्रत्ययः अस्ति सुबन्तम् इति यत्र वदामः तत्र सुप् इति प्रत्ययः अस्ति तत्र सुप् इति प्रत्ययस्य विषये एव अत्र उच्यते सुप्रत्यये तवर्ग्यवर्णः सकारः मकारः अस्ति चेत् तस्य लोपः न भवति अपि च तिङ्प्रत्ययः अस्ति चेत् तत्रापि अन्ते सकारः मकारः तवर्ग्यवर्णस्य लोपः न भवति तावदेव तत्सूत्रं वदति इदानीं तत्सूत्रं जातं तदनन्तरम् अत्र नूतनसूत्रमस्ति आदिरिटुडवः एतत् सूत्रं किं वदति इति चेत् अत्र वस्तुतः एतत् सूत्रं यद्यपि अत्र धातुः इति अनुवृत्तिः अस्ति बहुत्र धातुः इति पदस्य अनुवृत्तिः न भवति अत्र अन्यत्र पश्यामः चेत् व्याख्यानं तत्र धातुः इत्यस्य पदस्य अनुवृत्तिः न भवति यतोहि यद्यपि एतत् सूत्रं प्रत्ययेषु आगमेषु आदेशेषु सर्वत्र कार्यं कर्तुं शक्नोति परन्तु तादृशसन्दर्भः नास्ति प्रत्यये तादृशसन्दर्भः नास्ति यत्र टु इति वर्णसमुदायः अस्ति अथवा डु इति वर्णसमुदायः अस्ति अथवा इ इति वर्णसमुदायः अस्ति तादृशं कुत्रापि नास्ति प्रत्ययेषु आगमेषु अथवा आदेशेषु तादृशसन्दर्भः नास्ति अतः एतस्य सूत्रस्य प्रसक्तिः केवलं धातूनामेव कृते इतोपि स्पष्टीकरणार्थं कुत्रचित् वयं पश्यामः अत्र धातुः इति पदस्य अनुवृत्तिः अपि भवति अतः स्पष्टं भवति एतत् सूत्रं केवलं धातूनां कृते एव यतोहि तादृशसन्दर्भः केवलं धातूनां कृते एव भवति यदा अत्र पश्यामः टुनधि इति धातुः अस्ति तत्र टु इति पदम् अस्ति टु इति पदम् आदौ अस्ति अतः तस्य इत्संज्ञा भवति अत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् उपदेशे धातोः आदयः इत्युक्ते आदौ धातोः आदौ अत्र ई इति अस्ति टु इति अस्ति अथवा डु इति अस्ति चेत् तस्य इत्संज्ञा भवति अत्र समुदायः वर्णसमुदायः अस्ति केवलं ण्यकारः अस्ति चेत् इत्संज्ञा न भवति एतेन सूत्रेण केवलं ण्यकारः अस्ति आदौ ण्यकारः अस्ति चेत् तस्य इत्संज्ञा न भवति परन्तु ण्यकारः तस्य अनन्तरम् इकारः अपि अस्ति चेत् वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति एवमेव अत्र टु इत्यनेन टवर्ग्यवर्णः इति न अर्थः अत्र अस्मिन् सूत्रे टु इत्युक्ते केवलं टकारः अनन्तरम् उकारः वर्णसमूहः अनन्तरं डु इत्युक्ते वर्णसमूहः न तु अन्यत् किमपि केवलं डकारः अनन्तरम् उकारः इति एतेषां वर्णानाम् अन्यतमः वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति यथा आदि नीटुडवः अप्लैस् ओन्ली टु क्रियापदास् नाट् टु नामपदास् हा यतोहि न तथा वक्तुं शक्यते धातुः इति खलु धातुतः नामपदमपि निष्पन्नं भवति यत्र कृदन्तं पदं भवति तत्र धातुतः एव आमां विजयलक्ष्मी भगिनी वदतु डुक्रिङ्ग् इति पदमस्ति तत्र डु इति यत् आदौ अस्ति तस्य लोपः भवति अनन्तरं अन्ते यत् चन्द्रबिन्दुः अस्ति तस्यापि लोपः भवति अनुनासिक इत् अस्ति तत्कारणम् अन्ते यत् ज्ञ अस्ति तस्यापि लोपः भवति लौकिक स्त्री इति न एकक्षणं भवती किम् उक्तवती यका डुक्री इति धातोः ण्यकारस्य अनन्तरम् अकारः अस्ति इति उक्तवती खलु अकारः अस्ति चेत् तस्य उपदेशे जननासिक इति तिनेन लोपः भवति इति उक्तवती खलु हा हा हा तर्हि अन्ते ण्यकारः तस्य का गतिः क्रीण्यति भवति ओ वस्तुतः हलन्त्यं सूत्र हलन्तं भगिनि हलन्त्यम् इति सूत्रात् ञ इति पदस्यापि लोपः भवति हा तत्रैव पश्यतु अस्माकं शिक्षा तत्रैव अस्ति हलन्त्यम् इति किं वदति सूत्रम् उपदेश अवस्थायाम् एव अन्तिमवर्णः हल् वर्णः अस्ति चेत् एव लोपः भवति परन्तु भवती किम् उक्तवती अत्र अन्तिमवर्णः अकारः अस्ति इति उक्तवती खलु अतः हलन्त्यम् इति सूत्रस्य प्रसक्तिः एव न भवति अत्र तत्सूत्रं कार्यमेव कर्तुं न शक्नोति यतोहि उपदेश अवस्थायाम् एव अन्तिमवर्णः हल् वर्णः अस्ति चेत् एव कार्यं करोति अतः यदा भवती उक्तवती इदानीम् अकारः अन्तिमवर्णः इति उक्तवती खलु अतः ण्यकारस्य इत्संज्ञा भवितुं न अर्हति अकारः न हा अत्र वस्तुतः औपदेशिकधातोः अन्ते ण्यकारः एव अस्ति अत्र अकारः एव कुत्रापि नास्ति अकारः न अकारः नास्ति च वर्गस्य अनुनासिक चवर्गस्य पञ्चमवर्णः अनुनासिकवर्णः सत्यं तर्हि ण्यकारः एव अस्ति चेत् तस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति सत्यं तदेव उक्तवती तदेव उक्तवती अस्तु तर्हि समीचीनं परन्तु तत्र अस्माकं शिक्षा अस्ति यदि अत्र अन्तिमवर्णः अच्वर्णः अस्ति हल् वर्णः नास्ति अच्वर्णस्य लोपानन्तरं तदनन्तरं हल् वर्णः अस्ति चेत् तत्र हलन्त्यं कार्यं न करोति इति शिक्षा अस्ति तत्र यतोहि इदानीं यद्यपि अच्वर्णस्य लोपानन्तरं हल् वर्णः अस्ति तथापि उपदेश अवस्थायां हल् वर्णः अन्ते नास्ति खलु न आसीत् अतः हलन्त्यं कार्यं न करोति भगिनी हा वदतु रमा भगिनी हा सन्देहः अस्ति टु डु द्वौ अपि समीपे अस्ति इति कारणात् वयं जानीमः वा टवर्ग नास्ति अस्ति नास्ति किल सत्यं तदपि अत्र सङ्केतः अस्ति सत्यमेव यतोहि टु इति इत्युक्ते टवर्ग्यवर्णः अस्ति चेत् तत्र डकारः तु तस्मिन् एव अन्तर्भूतः अतः पुनः डकारस्य वदनस्य आवश्यकता नास्ति एक संशयः उपदेशे धातोः आदयः किमर्थम् अत्र आदयः इत्युक्ते द सिग्निफिकेन्स् इत्युक्ते धातोः यदि धातोः अन्ते टूडु अस्ति चेत् तत्र एतेन सूत्रेण संज्ञा न भवति धातोः आदौ अस्ति चेत् एव एतस्य कार्यम् ओ ओके भगिनी एकक्षणं भगिनि एकक्षणम् अत्र स्पष्टमस्ति वा रमा भगिनि अत्र बिगिनिङ्ग् अन्तेन टुनदी इति सूत्रमस्ति इदानीं टु इति वर्णः अन्ते अस्ति इति चिन्तयतु नदी टु इति अस्ति इति चेत् तत्र एतत् सूत्रं कार्यं न करोति डुक्रन् अत्र कार्यं करोति डुक्रे इत्यत्र कार्यं करोति यतोहि आदौ डु इति समुदायः अस्ति अस्तु अवगच्छामि अस्तु समीचीनं हा वदतु भगिनि लता भगिनि भवती एव उदाहरणं दत्तवती डुपचष् अन्यदिने अत्रापि डु आदि डिटुडवः सूत्र अप्लै कर्तुं शक्यते अन्तिमवर्ण हल्यन्तं दट् सूत्र आल्सो अप्लैस् हियर् डुपचष् ओन्लि पच् रिमेन्स् हा सत्यं सत्यं डुपचष् इति सत्यं सत्यम् अकारः अनुनासिक अकारः अपि अस्ति, समीचीनं. दुपचाश् इति अस्ति तत्र, चकार उत्तरवर्ति अकारः अनुनासिकः अस्ति, तस्यापि संज्ञा भवति. अस्तु, इदानीम् अस्माकं पुरतः उदाहरणं नास्ति, अतः अग्रे उदाहरणम् आयास्यति तदानीं पश्यामः. इदानीम् अग्रे गच्छेम. अत्र तुनदि इति उदाहरणम् अत्र पठति वा? अत्र गीताञ्जलिभगिनी पठतु. आं भगिनि, टुनदिङ् इति धातुः आदिर् इङ् टुडवः इत्यनेन टु इति वर्णसमूहस्य इत् संज्ञा, तदा तस्य लोपः इत्यनेन लोपः नदिङ् उपदेशे जनुनासिक इत् इत्यनेन ईकारस्य इत् संज्ञा, नद् नन् इति लौकिकधातुः, अत्र नमागमः भवति इति अग्रे पठिष्यामः. उदाहरणे टुनदिङ् इति धातुः धातोः अन्ते दिङ् अनुनासिक इति अन्ते अस्ति. कः वर्णः अनुनासिकः अस्ति? इङ्. किन्तु आदौ टु अस्ति. आदिर् इङ् टुडवः सूत्रेण बलेन टु इत् संज्ञा भवति, तस्य लोपः जातः. अन्ते नदीं उपदेशे जनुनासिक इत् इङ् इति अच् वर्णः अनुनासिक वर्णः अस्ति चेत् अपि लोप इत् संज्ञा भवति, अपि लोपः जातः. अन्ते नद् इति लौकिकधातुः अस्ति. नन्द् इति अहं न अवगच्छामि भगिनी. नद् इति धातुः अस्ति, नुमागमः भवति, तत्र नुमागमः भवति, कथं भवति इदानीं चिन्ता नास्ति. अत्र नद् पर्यन्तं कथम् आगच्छति इति अवगच्छति चेत् पर्याप्तम् इदानीं. तु नदी इति धातुतः नद् इति धातु कथम् आगच्छति, यथा भवती उक्तवती सम्यक्तया, टु इत्यस्य आदौ तत्र आदिर् इटुडवः, यतोहि टुनदि इति धातुः अस्ति, टु इति आदौ अस्ति, अतः आदिमवर्ण टु इति समुदायस्य इत्संज्ञा भवति आदिर् इटुडवः इति सूत्रेण. तदनन्तरं तत्र अन्ते इकारः अनुनासिक अच्वर्णः अस्ति, तस्यापि इत्संज्ञा भवति उपदेशे जनुनासिक इत् इत्यनेन. तर्हि इदानीं नदी नद् इति लौकिकधातुः अस्ति, तदनन्तरं तत्र नुमागमः भूत्वा नन्द् इति रूपम् आगच्छति, लौकिकधातुः नन्द्. अस्तु, धन्यवादः. समीचीनम्. अग्रे अत्र लता भगिनी पठतु. आं पठामि, एकनिमिषः. इर् इर् इत्संज्ञा वाच्य वितिन् ब्राकेट्स् नेति 7.2.4 इति सूत्रस्य अन्तर्गतम् एकं वार्तिकम् इस् ईक्वल् टु धातोः ईर् इत्यस्य शब्दसमुदायस्य इत्संज्ञा भवति. चिदिर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति. बिदिर् बिकम्स् बिद् चिदिर् बिकम्स् चिद्. दृशिर् दृश् भवति. निजिर् निज् भवति. युजिर् युज् भवति. इषुचिर् बिकम्स् शुच् भवति. धेयं यत् ईकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया. अवगच्छामि. इर् ई अनुनासिक ई र रेफ अपि इत्संज्ञा वाच्य ऐ थिंक बोथ ऑफ देम बिकम इत् लोपः इति सूत्रस्य अन्तर्गतं नेति इति सूत्रस्य अन्तर्गतं भवति इर् एकं वार्तिकम् अस्ति धातोः ईर् इत्यस्य शब्दसमुदायस्य इत्संज्ञा भवति औपदेशिकधातोः धातौ यदि ई अनुनासिकः योगः ऋ रेफः अपि अस्ति चेत् इत्संज्ञा भवति उदाहरणे चिदिर् चि द् प्लस् इ अनुनासिक ऋ अन्त्य हलन्त्य इत्यादिषु धातुषु इरः इत्संज्ञा भवति द्वे अपि इ अनुनासिक इ प्लस् ऋ द्वे अपि लुप्तः भवतः दिदिर् औपदेशिकधातौ अपि बिद् उपस्थितः ई ऋ लुप्तः चिदिर् धातौ अपि चिद् स्थितः ई ऋ लुप्तः दृशिर् दृश् स्थितः निजिर् धातौ अपि निज् उपस्थितः युजिर् धातौ अपि युज् उपस्थितः ई शुचिर् देर् ओन्लि शुच् रिचि च अपि लुप्तः ई ऋ दे आल्सो लुप्तः देयं यत् इकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया सो यदि ई योग र आगच्छति चेत् बोत् आफ् देम् इत्संज्ञा भवति समीचीनम् किमर्थं भवती आङ्ग्लभाषायां वदति भवती संस्कृते सम्यक्तया वक्तुं शक्नोति इमीडियट्लि संस्कृत वर्ड् न आगच्छति अस्तु अस्तु अस्तु म्यूट् करोतु एतत् सूत्रम् अनन्तरम् आगच्छति उपदेशे अनुनासिक इति सूत्रं पूर्वम् आगच्छति किमर्थं ज्ञातुं शक्नुमः तत् सूत्रं न ईर् सूत्रमेव कार्यम् अनन्तरं भविष्यति इति हा अत्र ईर् इति सूत्रं नास्ति वस्तुतः इर् इत्संज्ञा वाच्य इति वार्तिकम् अस्ति सूत्रं नास्ति वार्तिकम् अस्ति अत्र पश्यामः चेत् चिदिर् इति दातुं स्वीकृत्य पश्यामः चेत् अत्र वस्तुतः रेपः अन्ते अस्ति तर्हि हलन्त्यम् इत्यनेन रेपस्य लोपः भवति इति चिन्तयामः तर्हि इकारः अनुनासिकः अस्ति चिदिर् इति दकार उत्तरवर्ति इकारः अनुनासिकः अस्ति अतः उपदेशे जनुनासिक इत्यनेन तस्य लोपः भवति इति चिन्तयामः सामान्यतया तथा भवति परन्तु अत्र वस्तुतः किम् इति चेत् अत्र यत्र भिदिर् छिदिर् दृशिर् इति विशिष्टदातवः सन्ति इरितः इति वदामः इरितः यस्य अन्ते इरित् इति वर्णसमुदायः अस्ति तादृशधातुः इरितः इति वदामः तत्र विशिष्टकार्यं किमपि भवति अतः एव अत्र उच्यते अत्र सामान्य उपदेशजननास्तिक इत् आदिरिटुडवः न हलन्त्यम् इत्याभ्यां सूत्राभ्याम् अत्र इत्संज्ञा न भवति किमर्थं चेत् अत्र यतोहि इरितः सन्ति विशिष्टदातवः सन्ति अतः अत्र इरित् समुदायस्य एव इत्संज्ञा भवति अनेन वार्तिकेन यतोहि अत्र किमपि प्रयोजनम् अस्ति अतः कथं जानीमः इति चेत् अत्र सूत्रं दृष्ट्वा न अवगन्तुं शक्नुमः परन्तु व्याख्यानं दृष्ट्वा अग्रे गत्वा यदा हि वयं अत्र रुदादिगणीयदातवः सन्ति चिदिर् भिदिर् इति तत्र रुदादिगणे किं किं कार्यं भवति इति पश्यामः चेत् तत्र अवगन्तुं शक्नुमः किमर्थम् इरित् इति अत्र पृथक्तया एतादृशं किमर्थम् उक्तम् इति ज्ञातुं शक्नुमः एते वार्तिकानि कस्मिन् पुस्तके सन्ति वस्तुतः वार्तिकस्य पुस्तकं किमपि नास्ति अत्र भाष्यस्य अन्तर्गते अस्ति वार्तिकम् तत्र पतञ्जलिमहर्षिः यदा हि भाष्यं लिखितवान् तत्र एव वार्तिकस्य उल्लेखः अपि अस्ति, उल्लेखमस्ति, नो चेत् तत्र पुस्तकं नास्ति, पृथक्तया पुस्तकं नास्ति वार्तिकस्य कृते. तादृशज्ञानं लुप्तः लुप्तमस्ति. अस्मिन् पुस्तके पुष्पादीक्षित पुस्तके अस्मिन् अपि नास्ति वार्तिके. न, अत्र तु केवलं सूत्राणि, अष्टाध्यायी सूत्रपाठः इति पुस्तके केवलं सूत्राणि एव सन्ति. अत्र वार्तिकस्य विषये किमपि नास्ति. वार्तिकस्य विषये अवगन्तुम् इच्छति चेत् तत्र महाभाष्यं पश्यामः चेत् तस्मिन् अन्तर्गतः अस्ति वार्तिकम्. अस्तु, धन्यवादः. भगिनि, नीति किं वदति? नीति किं वदति इति इदानीम् अस्माकं विषयः नास्ति. न, तत्र अस्ति खलु इत्संज्ञा वाच्या नेति इति. हा, नेति इति सूत्रस्य अन्तर्गते वार्तिकस्य विषयः एव अस्ति अस्माकम्. अत्र नेति इति किं वदति इति इदानीम् अत्र विषयः नास्ति. तत्र एतस्य विषये उक्तमासीत्, ततः अत्र प्रस्तुतं, तस्य विवरणम् अत्र प्रस्तुतमस्ति. परन्तु यदि वयं चिन्तयामः कुतः इरः इत्संज्ञा वाच्य इति कुतः आगतः इति पश्यामः चेत् तत्र नेति इत्यस्मिन् सूत्रे भाष्ये अथवा भाष्ये अन्तर्गतः वार्तिकम् अस्ति, तत्र अस्ति इति अत्र स्पष्टीकरोति तावदेव. अत्र अन्तिमवाक्ये देयं यत् ईकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीयाः इत्युक्ते ईकारस्य वयम् उपदेशे जनुनासिका सूत्रं न अवधेयं, रेफस्य अत्र हलन्त्यं सूत्रं न अवधेयम्, ई र भिन्नरीत्या न इत्संज्ञं करणीयं, वार्तिकरीत्या एव करणीयम् इति अवगन्तुं शक्यं किल? सत्यं सत्यं, तथैव. थेङ्क्यू. अस्तु, अत्र स्थगयामः. चत्वारि सूत्राणि वयं पठितवन्तः एतावता. उपदेशे जननास्तिक इत्, हलन्त्यं, न विभक्तौ तुस्माः, अपि च आदिरिटुडवः इति चत्वारि सूत्राणि पठितवन्तः. सर्वे कृपया पुनः गृहपाठरूपेण पठन्तु. अग्रिमसप्ताहे अन्यानि सूत्राणि पठिष्यामः. मन्ये अनि हा वदतु, रामशब्दः अपि कृदन्तं वा? रामः शब्दः अपि कृदन्तमेव, सत्यम्. अत्र घञ् इति प्रत्ययः अस्ति, रम् इति धातुतः घञ् इति प्रत्ययः, घञ् घञ् घञ् घञ् घकारः, कवर्गस्य चतुर्थवर्णः, अनन्तरं ञकारः, घञ् इति प्रत्ययः. अस्तु अस्तु, तर्हि विरमामः अत्र, स्थगयामः. सर्वेषां नमस्कारः, धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः.